श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि। अथ समाख्यापद्धतिः द्वितीया। वन्दे विष्णुपदासक्तम् तमृषिन्ताम् च पादुकाम् यथार्था शठजित्सङ्ज्ञा मच्छित्तविजयाद्ययोः द्रमिडोपनिषन्निवेशशून्यान् अपि लक्ष्मीरमणाय रोचयिष्यन् ध्रुवमाविशति स्म पादुकात्मा षठकोपस्वयमेव माननीयः नियतम् मणिपादुके दधानः समुनिस्ते षठकोपयित्यभिख्याम् पदुपाश्रितपादजातवंश प्रतिपत्यै परमाततानरूपम् मुनिना मणिपादुके त्वया च प्रथिताभ्याम् षठकोपसंज्ञयैव द्वितयम् सकलोपजीव्यमासीत् प्रथमेन श्रुतिरन्यतस्तदर्थः आकर्ण्यकर्णामृतमात्मवन्तः गाथासहस्रम् षठकोपसूरेः मञ्जुप्रणादाम् मणिपादुके त्वाम् तदेकनामानमनुस्मरन्ति यः सप्तपर्वव्यवधानतुङ्गाम् शेषत्वकाश्च भजन्मुरारेः तस्यापि नामोद्वहनात्त्वयासौ लघुकृतोऽभूत् षठकोपसूरिः शय्यात्मना मधुरिपोरसिशेषभूता पादाश्रयेण च पुनर्द्विगुणीकृतम् तत् भूयोऽपि भागवतशेषतया तदेव व्यङ्क्तुम् पदावनिषठारिपदम् बिभर्षि पद्येन देवि षठकोपमुनिस्तवासीत् तस्यापि नाम वहनान् मणिपादुके त्वम् शेषी बभूव युवयोरपि शेषशायी शेषम् त्वशेषमपि शेषपदे स्थितम् वः विन्ध्यस्तम्भदविहतगतेर्विश्वगाचान्तसिन्धोः कुम्भीसूनोरसुरकबलग्रासिनस्वैरभाषा नित्यम् जाता शठरिपुतनोर्निष्पतन्ती मुखात्ते प्राचीनानाम् श्रुतिपरिषदाम् पादुके पूर्वगण्या षठकोप इति समाख्या तव रङ्गधुरीण पादुके युक्ता सूते सहस्रमेवम् सूक्तीः स्वयमेव यन्मया भवति षठकोप इति समाख्या तव रङ्गधुरीण पादुके युक्ता सूते सहस्रमेवम् सूक्तीः स्वयमेव यन्मया भवति। इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे समाख्यापद्धतिः द्वितीया। कवितार्किकसिंहाय कल्याणगुणशालिने श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः।